येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्रीगुरुभ्ये नमः। नत्वा सरस्वतीं देवीं सुप्तां गुह्यां करोम्यहं पाणिनीय प्रवेशाय लघुसिद्धान्तकौमुदीम्। अनन्तरम् ॐ श्रीगणेशाय नमः, ॐ श्री सरस्वती नमः, ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः सुस्वागतम् अस्मिन् व्याकरणविषये। अत्र इदानीं पाठः अस्ति सार्वधातुक आर्धधातुकयोः। अत्र सार्वधातुकलकारः किम् अस्ति, आर्धधातुकलकारः किम् अस्ति इति अधिकचिन्तनम् अस्माकं कृते कृतम्। अत्र तिङ्क्षित् सार्वधातुकं, यत्र सार्वधातुकमस्ति अत्र तिङ्गपि भवेत्, अनन्तरं षित् अपि भवेत्, तदनन्तरमेव पदव्यवस्था भवति। अनन्तरम् आर्धधातुकं शेषः, यत्र तिङ्गपि नास्ति षित् अपि नास्ति अत्र आर्धधातुकं शेषः इति कार्यं करोति। अनन्तरम् एकस्मिन् अधिकारे एव तृतीयाध्याये प्रथमपादे एव प्रत्ययः अस्ति, परश्च अस्ति, धातोः अपि अस्ति। अनन्तरं सार्वधातुकनाम किम्, आर्धधातुकः नाम किम्, एतद् दृष्टम् अस्माकम्। अनन्तरं इदानीं सार्वधातुकलकाराः किम्, अत्र कर्तरि शप् वयं जानीमः, अनन्तरं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः भवति। शप् अस्ति चेत् एव अत्र विकर्णप्रत्यये व्यवधानम् अस्ति सार्वधातुकम्। अनन्तरं कर्तृ शप् एतत् वयं जानीमः, भूयोगः शप् योगः तिप् इति, यत्र विवक्षा अस्ति वचनं किं पुरुषं किम् इति, यत्र विवक्षा अस्ति अत्र तिप् इति वयम् अत्र स्थापितम्। अत्र अनन्तरं जुहो, अत्र कर्तरि शप् भुवादिगणे एव वयं श्रुतवन्तः। अनन्तरं जुहोत्यादिगणे श्लू, जुहोत्यादिभ्यः श्लू इति कार्यं करोति। अनन्तरं स्वादिगणे कर्तरि शप् इति कार्यं करोति। वयम् एतत् विषये जानीमः, बहुवारं वयं पठितवन्तः एतत् विषये एव। अनन्तरं भुवादिगणे शप् अस्ति, अनन्तरम् अदादिगणे अत्र शप् लोपः भवति। जुहोत्यादिगणे इदानीमेव दृष्टवन्तः, जुहोत्यादिभ्यः श्लू इति। अनन्तरं दिवादिगणे शन् अस्ति, स्वादिगणे स्वादिगणे किमस्ति, स्नु अस्ति। अनन्तरं तुदादिगणे शकारः अस्ति, अन्तिम आकृतिः तु अकार एव। अनन्तरं रुदादिगणीयः श्नम् भवति, तनादिगणीयः ऊ भवति। अनन्तरं क्रयादिगणे श्ना अस्ति, क्रयादिगणे नवमगणः। अनन्तरं चुरादिगणः निच् योगः शप् भवति। इदानीं यत्र यत्र कर्तरि शप् न आगन्तुं शक्यते, इदानीम् उदाहरणरूपेण जुहोत्यादि जुहोत्यादिभ्यः श्लू इति स्वीकुर्मः चेत् अत्र कर्तरि शप् प्रबाद्य एव अत्र जुहोत्यादिभ्यः श्लू, अन्यगणानि अपि तादृशमेव भवति। अनन्तरम् अतोगुणे अत्र अतोगुणे यत्र भवति चेत् सवर्णदीर्घसन्धिः अस्ति, अकः सवर्णे दीर्घः इति अस्ति चेत् अत्र दैत्य अरि इति अस्ति चेत् दैत्य अन्तिमवर्णः, यकार उत्तरवर्ति अकारः श्रूयते, अनन्तरम् अरि अपि अकारः एव श्रूयते। परन्तु अत्र पूर्वमपि अकारः अस्ति, अनन्तरमपि अकारः अस्ति, अतः दैत्या अरि इति स्वीकुर्मः, परन्तु तत् किमस्ति अकगसवर्णे दीर्घ इति सूत्रं प्रबाद्य अत्र अतो गुणे इति एकं कार्यं करोतु. अत्र किं भवति चेत् पूर्वपरयोः पररूपम् एव एकादेशः भवति इति तत्र वयं दृष्टवन्तः. अनन्तरं भुवादिगणे पा इति धातु अस्ति चेत् लृट्लकारः किं भवति, त्यत्यासि रुलुतोः इति सूत्रेण पास्यति इति भवति. अनन्तरं जुहोत्यादिगणे दा अस्ति चेत् दास्यति इति भवति. स्वादिगणे आप्स्यति इति भवति. वयं दृष्टवन्तः एतत् विषये. अनन्तरं तनादिगणे उः इति विकर्णप्रत्ययम्, अतः एव छिन् अस्ति चेत् अत्र इकारस्य ह्रस्व इकारः अस्ति. सार्वधातुक आर्धधातुकयोः इति कार्यं करोति वा इति चेत् एतत्तु सार्वधातुकप्रत्ययम् अस्ति, अतः आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति, परन्तु अत्र पुहन्तलघुपदस्य च इत्यनेन एव अत्र कार्यं करोति. अतः छेन् इति भवति. छेन् योगः उकार वा वर्णमेलनेन छेनु इति भवति. इदानीं तनादिभ्यः उः, तनादिभ्यः उः अष्टमगणः अस्ति. आकृतिः तु उ अस्ति. अनन्तरम् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूतो ओकारः भवति. इदानीं त्यति कुत्र भवति? त्यति त्या इति कुत्र स्वीकुर्मः? कोऽपि वक्तुं शक्यते वा? त्या इति पदं कुत्र स्वीकुर्मः? लिट् लकारं महोदय. ऋट् भविष्यत्कालार्थे एव स्वीकुर्मः. अतः भवानेव पठतु अत्र स्यति. द्रष्टुं शक्यते खलु अनिल्महोदय? आमां पठतु. परन् शति शतः शन्ति शशि शतः शथ श्यामि श्यावः श्यामः इत्येव रूपं भवति. अतः पट्टियोजनेन भवान् वक्तुं पठिष्यति. इडागमस्य चिन्तनं भवति खलु? सेट् अस्ति, पट सेट् अस्ति. उत्तमं. पठिष्यति, पठिष्यतः, पठिष्यन्ति, पठिष्यसि, पठिष्यतः, पठिष्यथ, पठिष्यामि, पठिष्यावः, पठिष्यामः. अत्र पठिष्यसि, पठिष्यतः, यतः महाप्राणतकारः. यतः पठिष्यतः अस्तु. अत्र इदानीं किं द्रष्टव्यं चेत् अत्र आहत्य भवानेव इतः पर्यन्तं किमपि प्रश्नः सन्ति चेत् प्रष्टुं शक्यते एव. इतःपर्यन्तं किमपि सन्देहः अस्ति वा, संशयः अस्ति वा? अस्तु, भवानेव पठतु आहत्य. परिशिष्टं प्रक्रिया आहत्य ओके. आहत्य लकारस्य स्थाने तिङ् तदा आहत्य स्यतासि रुल् लुटोः कुत्र पठति? प्रथमम् आहत्य लकारस्य स्थाने, राइट? यूर् मूविङ्ग् अग्रे मया अत्र स्थापितम् आहत्य आहत्य लकारस्य स्थाने तिङ् एकनिमिषम् आहत्य एतदेव पठनीयं, पठतु. आहत्य शातासि लीलुटोः भवान् पूर्वं पठितवान् खलु आहत्य लकारस्य स्थाने तत्र उपरि अस्ति महोदय मया स्थापितमत्र उपरि एव पठतु हा सो शाल् ऐ रीड् वाट् यु आर् शोयिङ्ग् आर् वाट् आम् आम् आम् आम् बट् यु आर् मूविङ्ग् कण्टिन्युस्लि आहत्य लकारस्य द स्क्रीन् विच् यु आर् शोयिङ्ग् ब्रौसर् इट् इस् कण्टिन्युस्लि यु आर् मूविङ्ग् इट् आहत्य पठतु आहत्य लकारस्य स्थाने अगेन् इट् इस् गान् महोदय इदानीं समीचीनं वा अत्र कोऽपि किम् आम् महोदय आहत्य लकारस्य स्थाने तिङ् तदा तिङ्गः सार्वधातुकत्वात् शप् विधानं यावत् सार्वधातु अगेन् इट् वेण्ट् आफ् महोदय मां माया किमपि न कृतम् अत्र कोऽपि क्लेशः अस्ति वा अन्ये स्मा अन्ये कृते सार्वधातुकसंज्ञकः प्रत्ययः नागश्चेत् तावत् कर्तरी शप् तृतीये अध्याये प्रथमपादे अष्टषष्टिः सूत्रेण इत्यस्य प्रसक्तिः न स्यात् शप् च शपम् शपं प्रबन्ध्य प्रबाध्य अन्ये विकरणप्रत्ययाः च तदा विधीयन्ते यदा धातोः परः सार्वधातुकं संज्ञकः प्रत्ययः विद्यते एवं भवति लटि लोटि लङि विधिलिङ्य अपि च शत्रुशानचोः अत्र विकरणप्रत्ययं विधीयन्ते धातोः परः वयं इदानीमेव मया एतत् विषये उक्तं किं शप् भवति शप् लुक् भवति अनन्तरं जुहोत्यादिभ्यः स्लु अनन्तरं स्ना स्नु उकारः तादृशं भवति खलु अत्र विकरणप्रत्ययं भवति एव एवं भवति लटि लोटि लङि विधिलिङ्गि अपि च शत्रुस्थानचोः शत्रु इति अत् भवति स्थानचोः आणहमाणः इति भवति प्रत्ययमाणः प्रत्यय शक्तिमान् तादृशं भवति खलु एतत् शक्तिमान् इति मतुपत्ते आगच्छति शत्रुस्थानचोः अन्यस्मिन् पक्षे अत्र भवान् इदानीं पठितुं शक्यते वा अनिल् महोदय शत्रुसानचोः लस्य तृतीय अध्याये चतुर्थपादे सप्तसप्ततिः सूत्रम् इति सूत्रं विना सार्वधातुकसंज्ञा साक्षात् भवति सित्वात् शत्रिप्रत्ययः च सानच् प्रत्ययः च लट् लकारस्य स्थाने भवतः लटः शत्रिसानचाव प्रथमासमानाधिकरणे तृतीयपादे सत्रिसानच् सानचौ प्रथम असमानाधिकरणे तृतीय अध्याये द्वितीय पादे चतुर्विंशति अधिक शतम् इत्यनेन अत्र अपि सत्रिसानचोः सार्वधातुकत्वात् कर्तरि शप् इत्यनेन शप् विधीयते. छत्रसानचोः मध्ये अपि सार्वधातुकत्वात् तत्र शप् विधीयते. अनन्तरं भवान् एव पठतु. ओके अस्तु. तत्र तिङ् नास्ति परन्तु कर्तरि शप् अस्ति. कर्तरि शप् अस्ति. एतदपि शत्रु अपि भवति शानच् अपि भवति. अधुना आर्धधातुकचिन्तनं लिट् लकार स्वीक्रियताम् सिद्धान्तकौमुद्यां प्रक्रिया एतादृशी प्रदर्शिता भवति. आप् योग लिट् आप् योग ल लश्य तिप् झिप् थस् मिप् स्मत्सस्थां झथा साथां ध्वमीं वही महीं इत्याभ्यां तिङ्विधानाम् आप् योग तिप् तिङ् षित् सार्वधातुकं तिप् सार्वधातुकसंज्ञकः कर्तृत्थकश्च कर्तरि कर्तरि शप् विधीयते. शपं प्रभाद्य श्वेतासि लृलुटोः इत्यनेन शविधानां विधानम् आप् योगश योगति आप्स्यति. अतः सिद्धान्तकौमुद्यां श्वेतासि लृलुटोः कर्तरि शप् इत्यस्य अपवादः. यत्र यत्र कर्तरि शप् भवति तत् प्रभाद्य अपवादत्वेन अत्र स्यतासि लृलुटोः उदाहरणरूपेण आप् योगः स्या योगः ति भवति चेत् वर्णमेलनेन आप्स्यति. अग्रे अन्तिमवाक्यस्य अर्थ किं महोदय? अतः सिद्धान्तकौमुद्यां श्वेतासि लृलुटोः कर्तरि शप् इति अस्य अपवादः. अपवादत्वेन मया पूर्वमुक्तं कौमुद्यां कः अस्ति? पूर्वमस्ति चेत् परं बलवत् भवति, परम् अस्ति चेत् नित्यं बलवत् भवति, नित्यमस्ति चेत् अन्तरङ्गं बलवत् भवति चेत् बलवति भवति, अन्तरङ्गमस्ति चेत् अत्र अपवादः बलवत् भवति. इदानीम् अत्र स्यतासि धूलुटोः इति स्वीकुर्मः चेत् अत्र सिद्धान्तकौमुद्याम् अत्र द्विसहस्रं सूत्राणि एव स्वीकृत्य वरदराजेन अत्र सिद्धान्तकौमुद्यां तत्र किं दत्तं चेत् एतत् कर्तरिषप् अपवादत्वेन चतासि ऋलुटोः भवति इति सः उक्तवान्. अत्र किमपि क्लेशः अस्ति वा संशयः अस्ति वा इतः पर्यन्तम्? अस्ति चेत् पृच्छतु. अनिल् महोदय अपवादत्वेन आगच्छति. अपवादत्वेन किं चेत् बलवत् भवति, चतासि ऋलुटोः बलवान् भवति कर्तरि शप् इति स्वीकुर्मः चेत् खलु. आमां माताजी वदति परन्तु माताजी माताजी का नाम माताजी नाम किम्? माताजी इत्युक्ते पुष्पा दीक्षित माताजी राइट? पुष्पा दीक्षित महोदय माताजी पठतु महोदय. माताजी वदति परन्तु यत् श्यतासि लृलुटोः इत्यनेन लृटि लृङि च परे धातुतः श्यः लुटि परे धातुतः तासि भवति. अतः साक्षात् लकारावस्थायाम् एव श्य विकरणविधानं भवतु. अत्र अत्र पृथक्तया माताजी किम् उक्तं लुटि अत्र स्यतासि तास् इति भवति, भविता भवितारौ भवितारः इति भवति, अत्र तासि भवति. अतः साक्षात् लकार अवस्थायामेव लिट् भवति चेत् तत् अवस्थायामेव स्याविकरणप्रत्ययम् अत्र विधानं भवति इति. अत्र कर्तरिषप् अपवादत्वेन एव शतासि लृ लुटोः इति अत्र बलवत् भवति इति सः उक्तवान्। परन्तु माता किम् उक्तवती, यत्र भविष्यत्कालार्थे लकारः अवस्थायाम् एव अत्र स्या इति भवति इति। अत्र शान्ता अग्रे पठितुं शक्यते वा? आप् योगः लुट् शातासि लृट् लुटोः तृतीयोऽध्यायः। एतत् त्यजतु त्यजतु किमपि त्यजतु। आप् योगं श्य योगः लृट् तिङ् विधानम्, अनेन मार्गे लघुत्वं कर्तरि शप् इत्यस्य अवसरः न भवत्येव। अत्र सः माताजी किम् उक्तवती, अत्र आप् योगस्य इति विकर्णप्रत्ययम् अस्ति, लृट् लस्य इति अधिकारे लृट् इति विवक्षा अस्ति, लृट् लोट् लङ् विधिलिङ्ग् अस्ति खलु, तत्र शतासि लृ लुटोः म्यूट् करोतु भगिनि। शतासि लृ लुटोः क्या एव आवश्यकमस्ति, अत्र लकार अवस्थायम् एव अस्ति, अतः साधारणतया लघुत्वम् अस्ति। आप् योगः स्या योगः लृट् तावदेव। अत्र किम् अत्र एतत् मिलित्वा वर्णमेलनेन अप्स्यति इति भवति। अग्रे अपि तादृशमेव उक्तवती, अग्रे अपि पठतु भवती एव। प्रथमपुरुषे प्रथमपुरुषे एकवचनेन सेवादेशः कुत्र पठति? सोरि, आप् योगः लुट् शातासि लृ लुटोः इत्यनेन लृटि परे धातुतः स्यः आप् योगः स्यः योगः लृ धातोः परः स्यः प्रत्ययः आर्धधातुकम्, अतः कर्तरि शप् स्वादिभ्यः स्युः इत्यनेन प्रसक्ति नास्ति। आप् योगः स्यः योगः लृ प्रथमपुरुष एकवचनेन शिवादेशः, आप् योगः स्यः इप् अनुबन्धलोपे आप् स्यः इति वर्णमेलने आप्स्यति इति भवति। अत्र लघुत्वं किं भवति चेत्, अत्र कर्तरि शप् इति स्वादिभ्यः स्नु, एतत्तु आप्नोः इति भवति, इदानीं तत्र मास्तु। अत्र कर्तरि अनुबन्धलोपानन्तरं लघुत्वं किं भवति चेत् आप् योगः स्या योगः ति भवति, वर्णमेलनेन आप्स्यति इति भवति, तावदेव अत्र लघुत्वं भवति। अनन्तरम् एतत् कर्तरि शप् इत्यनेन एतत् अपवादत्वेन एतत् किमस्ति लघुसिद्धान्तकौमुद्यां तादृशम् उक्तं, परन्तु माताजी एतत् लघुत्वं कुत्र भवति इति तत्र इतोपि किञ्चित् विस्तारतया भवत्या उक्तम्। अनन्तरम् अत्र गोदामाल् पठितुं शक्यते वा? आहत्य इत्यनेन लुटि लृङ् चापरे धातोः क्यः लुटिपरे धातोः सासुः निचि लिङ्गे इत्यनेन लुट् धातोः लिट् प्रत्ययः इत्येषु चतुर्षु लकारेषु साक्षात् विकरणविधानम् आनेन येषु च कर्तरि शप् इत्यस्य प्रसक्तिनिर्भवत्य एव अत्र श्लीलुङ्गि इति भवति श्लीलुङ्गि भवति आहत्य शतासी लृ लुटोः इत्यनेन लृट् भवति भविष्यति अप्स्यति इति लुङ्गि अपि भविता भवितारौ इति भवति धातोः परस्य स्या एव भवति अत्र लुङ् धातोः श्ली प्रत्ययः भवति लृट् लुङ् लृङ् लुट् लुङ् इत्येषु चतुर्षु लकारेषु साक्षात् विकरणकृतेमेव भवति अत्र अनेन एषु च कर्तरि शप् इति प्रसक्तिः न भवति एव अन्ये गणान् इति आदादिगण जुहोत्यादि दिवादिगणे स्वादिगणे अनन्तरं सुगादिगणे अनन्तरं रुदादिगण तनादिगणे त्रयादिगणे यत्र यत्र एतत् स्वीकुर्मः अत्र कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति एव एतत् प्रभादे एव अग्रे भवति तर्हि पटोजि अनिल् महोदय पठतु तर्हि भट्टोजीत् दीक्षितसिद्धान्तकौमुदीकारणेन स्वीकृतमार्गः नितरां दोषाय इति किम् भाष्यकारमार्गद्वयमपि प्रतिपादयति महाभाष्ये द्वयोः अपि मार्गयोः अङ्गीकारः सिद्धान्तकौमुदीकारः अपि स्वस्य मार्गस्य कारणं प्रदर्शयति नाम तथा न भवति चेत् परिभाषेन्दुशेखरे प्रस्तुतपरिभाषा विकरणेभ्यो नियमो बलियान् निष्प्रयोजनं भवति अस्य सर्वस्य दर्शनेन मातृभिः रुच्यते यत् भट्टोजित् दीक्षित मार्गदोषाय न किन्तु अस्य अनावश्यकता अत्र माताजी अत्र किम् उक्ति वदति लघुत्वं भवति आपयोगवत् स्यायोगवति आप्स्यति तावदेव अत्र भट्टोजी दीक्षितमहोदयेन नितराम् अत्र दोषं भवति वा महाभाष्ये द्वयोः अपि मार्गयोः अङ्गीकारः एतस्मिन् पक्षे कर्तरि शप् अन्यस्मिन् पक्षे एतत् प्रभादे एव अन्यगणान् स्वीकृत्य विकरणप्रत्ययं कार्यं भवति इति परन्तु अत्र किम् अस्ति लघुसिद्धान्तकौमुद्यां कर्तरिषप् प्रभाद्य किञ्चित् म्यूट् करोतु शान्ता भगिनी म्यूट् करोतु अत्र द्वयोः मार्गः एव कर्तरिषप् इति प्रभाद्य अन्यगणान् स्वीकृत्य विकरणप्रत्ययं स्वीकृत्य कार्यं करोति इति एकस्मिन् पक्षे अन्यस्मिन् पक्षे कर्तरि शप् इति अत्र इत्येन कर्तरि शप् इत्यनेन अत्र स्यतासि लृ लुटोः इति बलवत् भवति तत्र दत्तम् अत्र परिभाषयन्तु शेखरः इति अस्ति परिभाषाविषये विकर्णेभ्यो षष्ठी द्विवचनं नियमः बलियान् विकर्णप्रत्ययम् एव बलियान् इत्युक्ते बलवत् भवति इति अत्र निष्प्रयोजनं भवति अस्य सर्वस्य दर्शनेन मातृभिः यत् उच्यते भट्टोजी दीक्षितमार्गः दोषाय न किन्तु अस्य अनावश्यकं किमर्थम् अत्र किं भवति स्यतासि लृलुटोः बलवत् भवति कर्तरि शप् इत्यनेन इति अस्ति खलु एकस्मिन् पक्षे अन्यस्मिन् पक्षे किमपि अत्र नास्ति आपयोगः स्यायोगः ति इति स्वीकुर्मः चेत् अत्र लघुत्वं भवति इति माताजी उक्तम् अथवा तत्र अनावश्यकमिति भव एतत्तु इदानीम् अस्मिन् सेञ्चुरि एतादृशं भवत्या उक्तम् अत्र अस्माकं कृते किम् आप् योगः स्या योगः ति योजनेन आप्स्यति इति भवति एतत् लघुत्वं भवति तावदेव अत्र अनन्तलक्ष्मी पठितुं शक्यते वा आम् अहं पठामि अत्र प्रश्नः उदेति यत् यत् प्रथमं स्यः विद्यानां भवति विधानं भवति चेत् अनन्तरं कथं वा लिट् स्थाने तिप्तश्चि तिप्तश्चिसि सिप्तस्मस् मिप्वस्मस् ता आदां च धा आदां द्वम् इड्वहिमहि इतिनेन पिबादयः आगच्छेयुः सूत्रे धातोः इत्यस्य अधिकारः अनेन प्रत्ययः साक्षात् धातोः अनन्तरं स्यात् स्य प्रत्ययः किन्तु मध्ये आगतः उत्तरमस्ति यत् अत्र धातोः प्रत्ययविधानं न जायमानम् अत्र पश्यतु अत्र प्रश्नः किम् उदेति स्या इति विधानं भवति चेत् अनन्तरं कथं वा लिट् स्थाने तिप्तस्जि एतत् बृहत् सूत्रं कार्यं करोति तिप् आदेयः आगच्छति खलु सूत्रे धातोः इत्यस्य अधिकारः अस्ति अनेन प्रत्यये साक्षात् धातोः अनन्तरम् एव भवति प्रत्ययः स्या प्रत्ययः किन्तु मध्ये आगतः एव उत्तरमस्ति यत् अत्र धातोः प्रत्ययविधानं न जायमानम् लिट् प्रत्यये धातोः प्रत्ययविधानम् अस्ति एव आसीत् एव लिट् मध्ये प्रत्ययः स्या इति प्रत्ययविधानम् आसीत् अधुना लिट् प्रत्ययः वर्तते एव अत्र लिट् इति अस्ति एव लिट् लुङ् एतत् सर्वमस्ति खलु अत्र एतत् सर्वं कुत्र भवति लस्य इति अधिकारी अस्ति लस्य इत्यस्य सामर्थ्यात् धातोः इत्यस्य अधिकारः नास्ति एव लस्य इति अधिकारः स्वीकुर्मः चेत् एतत् सामर्थ्यार्थात् अत्र धातोः इत्यस्य अधिकारः नास्ति न आवश्यकमेव इदानीं लस्य इति एव लृट् एव वयं स्वीकुर्मः क्रमः अस्ति धातोः परः लृट् तदा मध्ये स्या तदा लिट् स्थाने तिप् आदेयः भवति एव अत्र स्थाने इति कार्यं न तु धातोः इति कार्यम् अत्र आप् योगः स्या योगः ति भवति चेत् अत्र एतत् स्थानं स्या इति एव कार्यम् अत्र भवति धातोः कार्यम् अत्र किमपि नास्ति एव आप् इति एव तिष्ठति धातोः परः यत् कार्यम् अपेक्षितम् आसीत् तत्तु संज्ञातम् अधुना लस्य इति षष्टिविभक्तेः एव अत्र किं किं भवति नाम भवति आदेशः भवति आगमः भवति एतत् सर्वं लस्य इति षष्टिविभक्तिः स्वीकुर्मः चेत् एव तत्र भवति स्थाने भवति स्थानं यस्य सः स्थाने इति भवति तस्य च प्राधान्यं षष्टिविभक्तिः एव लस्य एव प्राधान्यं साधारण टीकाग्रन्थेषु स्टिप् आदीनां विधाने धातोः इत्यस्य अधिकारः प्रदर्श्यते यतोहि तत्र प्रथमं तिबादयः तथा शपं प्रपाद्य स्या भवति वयम् अत्र जानीमः शपं प्रबाद्य एव अत्र स्या इति भवति साधारणतया. यदा स्या प्रत्ययः प्रथमम् आयाति अपि च तस्मात् प्राक् एव लृट् जातः धातोः तदा लस्य इत्यनेन एव कार्यं भवति. धातोः इत्यस्य द्विवारम् आनयनं न आवश्यकम्. प्रथमम् आप् आप् इति अत्र धातु प्रथमम् आगच्छति चेत् अत्र किमपि मध्ये स्या इति प्रत्ययम् आगच्छति. एतदेव लस्य इति अधिकारे अस्ति. एतदेव स्थानी भवति. अतः तत्र धातोः इति अर्थे स्वीकुर्मः चेत् अत्र आप् आप् इति भवति. अत्र किमपि आवश्यकं नास्ति एव. आप् योगः स्या योगः ति योजनेन अत्र तिपादयः अत्र कर्तरि शप् इत्यनेन एतत् प्रपाद्य मध्ये स्या इति प्रत्ययं योजनेन आप्स्यति इति भवति इति तत्र दत्तं. तावदेव. किमपि क्लेशः अस्ति वा? अत्र प्रश्नः अस्ति वा? अनिल् महोदय, शान्ता, अनिल् महोदय, एतत् पुनरपि पुनरपि अत्र रटनं भवति. तावदेव. अन्तिमपरिच्छेदः भवान् एव पठतु. अन्ते च लिट् आशीर्लिङ्ग् इत्यनयोः का गतिः? तत्र आर्धधातुकत्वं साक्षात् विधीयते. लिट् च लिङ्गाशीषि इति सूत्राभ्यां. किमर्थम् इति चेत् उभयत्र विकरणप्रत्यय एव नास्ति. तादृशम् आर्धधातुकविधानं यदि न अभविष्यत् तर्हि उभयत्र कर्तरिशप् भवति स्म. तस्य निवारणार्थम् आर्धधातुकत्वं साक्षात् विहितम्. आशीर्लिङ्गि श्युट् विद्यते, किञ्च सः तु आगमः न तु प्रत्ययः. अत्र लिट् कुर्मः चेत् भवति. अनन्तरं लिङ्गाशिशि इति स्वीकुर्मः चेत् अत्र सीयूट् इति कार्यं भवति. लिङ्गाशिशि सीयूट् अत्र इतोपि किञ्चित् स्पष्टतया स्वीकुर्मः चेत् अत्र पश्येम. भूयात् इति स्वीकुर्मः चेत् अत्र आशिषि लिङ् लोतोः इत्यनेन एव अत्र लिङ् भवति. अनन्तरं यासूट् भवति, सीयूट् भवति. एतत् स्वीकुर्मः चेत् एव अत्र कार्यं भवति. भूयात् शुभं भूयात् इति वयम् आशीर्वचने भवेत् चेत् अत्र शुभं भूयात् इति अत्र यासूट् इति प्रत्ययं योजनेन एव अत्र कर्तरिशप् प्रबाद्य एतत् मनसि स्थापनीयम्. कर्तरिशप् प्रबाद्य यासूट् सीयूट् तादृशम् आगत्य स्या प्रत्ययम् आगत्य स्यतासील् रुलुटोः इति कार्यं भवति. स्या प्रत्ययम्, अनन्तरं तास् प्रत्ययं, यासूट् प्रत्ययम्, अनन्तरं सीयूट् प्रत्ययम्, एतत् आगत्य अत्र कार्यं भवति इति. इतोपि अत्र एतत् विषये प्रश्नः अस्ति वा? लिङ्गाशिशि अत्र इदानीं सीयूट् यासूट् इति आगच्छति. सर्वत्र उभयत्र कर्तरिशप् भवति स्म. तस्य निवारणार्थम् एतत् अत्र अटनार्थम् आर्धधातुकत्वं साक्षात् विहितम्. किं भव विहितं? स्या विहितं, तास् विहितं, सीयूट् विहितं, यासूट् विहितम्. यत्र यत्र अन्यगणान् अस्ति चेत् एतत् स्वीकृत्य लिट् अस्ति चेत् अत्र द्वित्वं भवति. जुहोत्यादिगणे ददाति इति दद्ध इति भवति. इतोपि किञ्चित् प्रश्नः अस्ति वा एतत् विषये? अग्रे पश्येम वा? अनिल् महोदय, अग्रे गच्छेम. आं महोदय. अत्र अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः भवति. अत्र भवान् एव पठतु प्रत्ययानां स्वभावः. प्रत्ययानां स्वभावः कः अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौ कावपि प्रकृतिप्रत्ययोः अस्माकं पुरतः स्याताम् द्वयोः संयोजनेन किम् उत्पद्यते इति सौकर्येण नैपुण्येन च जानीयाम. अधस्तने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः कः अपि च प्रत्ययः के इति निरूपितं भवति. अनेन चित्रेण पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः अपि च दीक्षितपुष्पमात्रा कथम् इदं विज्ञानं प्रक्रिया नाम्ना व्यवहारे आनीतम् इति अस्माभिः स्पष्टतया बुध्यते. तर्हि अग्रे अत्र किं किम् अस्ति इति परिशीलयाम. अत्र प्रत्ययं कुत्र भवति? एतत् कार्यं लघुत्वेन लघुत्वसिद्धान्तेन अस्माकं कः लाभः इति अत्र पुष्पमहोदयेन किञ्चित् इतोपि समीचीनतया दत्तमेव. अत्र अष्टाध्यायं प्रत्ययः प्रक्रिया प्रक्रिया इत्युक्ते अत्र इदानीं भूसत्तायां धातोः भू अस्ति, भू दीर्घ ऊकारः अस्ति, दीर्घ ऊकारस्य स्थाने ओकारः भवति, सार्वधातुक अर्धधातुकयोः ओकारस्य स्थाने अवादेशः भवति, येचो एव यावः इत्यनेन अनन्तरं भवति इति भवति, तिप् इति प्रथमपुरुष एकवचनविवक्षायाम् अस्ति. एतत् सर्वं वयं ज्ञातवन्तः. इदानीम् अत्र एतदेव प्रक्रिया प्रत्ययः स्या तास् सियूट् यासूट् अनन्तरं कर्तरि शप् शप् इत्यनेन अनुबन्धलोप अनन्तरम् अकारः तिष्ठति, तादृशं प्रत्ययः. इदानीं सुप् अपि प्रत्ययमस्ति खलु, सुजसमोट् शस्त्र टाभ्यां व्यस् एतत् भवति सुप्. अनन्तरं स्त्रीलिङ्गे अपि अस्ति टाप् डाप् ज्ञाप् इति भवति, ञीप् ञीष् इति भवति. अनन्तरं तद्धितान्तम् अस्ति विनतायाः अपत्यं पुनवान् वैनतेयः. अत्र व्यय् अस्ति, अत्र वैनतेयः इति वैका वै भवति. किमर्थम् अत्र चेत् अत्र तद्धितेषु वचामादेः इत्यनेन प्रथमवर्णस्य आदिः वृद्धिः भवति, तद्धितम् अस्ति. अनन्तरम् अत्र धातोः इति अध्ययः स्वीकुर्मः चेत् अत्र धातोः तिङ् अपि अस्ति, कृत् अपि अस्ति. कृत् एव अत्र सर्वं वयं ज्ञातवन्तः. त अस्ति, तवान् तव इक्तवतु अस्ति, शत्रु अस्ति, शानच्च अस्ति, न्याप्रत्ययम् अस्ति, तादृशं भवति कृत्. इदानीं तिङ् स्वीकुर्मः चेत् अत्र वयं जानीमः सार्वधातुकः आर्धधातुकः भवति. कृत् अपि अस्ति अत्र, एतत् प्रातिपदिकम् अनन्तरं कृत् योजनेन एव अत्र शब्दं भवति. अतः तत्र कृत् अपि सार्वधातुकप्रत्यय सार्वधातुकं धातुः अस्ति, आर्धधातुकधातुः अपि अस्ति. इदानीम् अत्र सार्वधातुकः तिप् अस्ति, अपि पित् अस्ति, अपित् अस्ति. सार्वधातुकः पित् अस्ति चेत् गुणकार्यं भवति, अपित् अस्ति चेत् गुणनिषेधकः भवति. स्मिति च इत्यनेन नित्वत् भवति, अतः गुणनिषेधकः भवति. अनन्तरम् आर्धधातुकः स्वीकुर्मः चेत् अत्र कित् नित् भवति, ञित् नित् भवति, कित् नित् ञित् नित् भिन्नः भवति. यत् कुत्रापि कित् अपि नास्ति, नित् अपि नास्ति, नित् अपि नास्ति, ञित् अपि नास्ति, भिन्नप्रत्ययम् अस्ति. अनन्तरम् अत्र स्वीकुर्मः चेत् अत्र एतत् मध्ये विकरणप्रत्ययं योजनेन धातुप्रत्ययः द्वादश भवति. अत्र इतोपि धातुतः विहितः प्रत्ययः त्रिविधाः किं किं भवति? अपित् अस्ति, पित् अस्ति, ञित् ञित् भिन्नप्रत्ययम् अस्ति. इदानीम् अष्टाध्याय्यां प्रक्रिया चतुर्विधाः वयं जानीमः. अत्र सुप् अस्ति, तद्धितमस्ति, सार्वधातुकमस्ति, आर्धधातुकमस्ति. अनन्तरं स्त्रीप्रत्ययम् अपि भवति. अत्र एतत् सर्वाणि मिलित्वा एव अत्र वयं पदं स्वीकुर्मः. अनन्तरम् अत्र यत्र पञ्च उप अङ्गं कार्यं करोति, यत्र यत्र पदं स्वीकुर्मः चेत् पञ्च उप अङ्गम् अत्र एतत् सर्वाणि अस्ति, अपित् अस्ति, पित् अस्ति, नित् नित् भवति, सुप् तदितं सार्वधातुकम् आर्धधातुकम् एपि एतदपि अस्ति, परन्तु पञ्च अङ्गं बहु मुख्यमस्ति. किं किम् अस्ति चेत् प्रति आदेशः भवति, अनन्तरं विकरणप्रत्ययम् अस्ति, अनन्तरं धातु अपि आदेशः भवति, धात्वादेके शख शख इत्यनेन धातु शकारः भवति चेत् अत्र सकारः भवति, अनन्तरं द्वित्वकार्यं भवति, एतत् अतिदेशः अपि भवति. अतिदेशः इत्युक्ते सन्नन्तं, द्वित्वं भवति, सन्नन्तमेव द्वित्वमेव. अत्र प्रति आदेशः भवति, विकर्णं भवति, धातु आदेशः भवति, अतिदेशः भवति, द्वित्व अभ्यासकार्यमपि भवति. एतत् पञ्च अङ्कानि बहु मुख्यमस्ति यत्र यत्र पदं स्वीकुर्मः चेत् अत्र. इदानीम् एतत् आधारेण एव कीदृशकार्याणि सम्भवन्ति इत्यस्य चिन्तनार्थम् अस्माकं वर्गस्य नूतनसदस्य सुखवनं महोदय सुन्दररीत्या चित्रं निर्मितवान्. अत्र अस्माकं कृते अत्र सुखवनं महोदय, अनन्तरं विद्या भगिनी, अनन्तरं तादृशं छात्राः स्वरूपमहोदयस्य पाठे सन्ति एव. अत्र सुखवनमहोदयेन एतत् कृतं. किं भवति चेत् अत्र धातोः प्रत्ययः, धातोः प्रत्ययः त्रिंशत् सार्वधातुकं वयं जानीमः. एतत् सूत्रेण एव सार्वधातुकं भवति. आर्धधातुकं शेषः इत्यनेन आर्धधातुकशेषः भवति. अत्र सार्वधातुकम् अस्ति चेत् अत्र पित् अपि अस्ति, अपित् अपि अस्ति. पित् अस्ति चेत् गुणकार्यं भवति, अपित् अस्ति चेत् गुणनिषेधकः भवति. अनन्तरम् अत्र आर्धधातुकं शेषः इति भवति चेत् अत्र किं किं भवति, कित् नित् भवति, कित् नित् नित् नित् भिन्नः भवति, ञित् नित् भवति. यत्र नित् भवति अत्र स्वरितनित कर्त्र्यभिप्राये क्रियापदम् इत्यनेन उभयपदिनः भवति, खलु पूर्वं दृष्टवन्तः. इदानीं कित् नित् अस्ति चेत् निति च इत्यनेन गुणनिषेधकः भवति. मया उक्तम् एतत् विषये. अनन्तरम् ईगन्तधातुः अस्ति चेत् इक् अस्ति, वर्णः अस्ति चेत् सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवति. अनन्तरं पुगन्तलघुपदस्य च इत्यनेन लघु इक् अस्ति चेत् गुणकार्यं भवति. अनन्तरं नित् नित् अस्ति चेत् आद्यन्त ह्रस्व अकारः, उपदा दीर्घः अस्ति, अत्र अचोनिति इति कार्यं भवति. अत उपदाय इत्यनेन वृद्धिः भवति. लघु इक् उपपद धातुः पुगन्तलघु उपपदस्य यत्र अङ्गं भवति तत्र उपदा दीर्घः भवति इति अत्र श्रुतवनमहोदयेन तत्र दत्तम्. इतपर्यन्तं किञ्चित् अत्र प्रश्नः अस्ति वा? एतत् वयं पूर्वमेव ज्ञातवन्तः, परन्तु इतोपि अत्र स्पष्टीकरणार्थं यत्र गुणः भवति कुत्र गुणः न भवति इति तत्र दत्तम्. इतपर्यन्तं किञ्चित् प्रश्नः अस्ति चेत् पृच्छतु. अनिल् महोदय? न महोदय. हा समीचीनमेव खलु. अत्र भवान् एव पठतु अग्रे. अहं तु केवलं चित्रमेव दृश्यते महोदय. अचोनिति इति पठितुं शक्यते वा अनन्तलक्ष्मी? शान्ता पठतु. अचोनिधिः, अचोनिति पठतु इत्युक्ते अजन्ताङ्गस्य, अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति. निधि निधि प्रत्यये परे, निधि निधि निधि प्रत्यये परे, येन विधि विधिष्यदन्तस्य विधिषदन्तस्य इत्यनेन अचः अङ्गस्य नाम केवलम् अच् इत्यङ्गस्य अभि तु अजन्तस्य अङ्गस्य अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च न इञ् च इञ् च ञौ नौ ञौ इत्यौ यस्य तत् निन्त् तस्मिन् निणति द्वन्द्वगर्भबहुनिर्घिसमासः अचः षष्ट्यन्तं निति सप्तम्यन्तं द्विपदमिदं सूत्रं मृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निति अत्र अचो निति किं कार्यं करोति चेत् अजन्तस्य अन्तिमवर्णस्य एव अत्र वृद्धिः भवति अलोन्तस्य इति सूत्रेण अचः अङ्गस्य इति अत्र अङ्गं स्वीकुर्मः येन विधि तदन्तस्य विधिः तत् अन्तस्य अलोन्तस्य इत्यनेन एव अत्र अचोनिति कार्यं भवति अचोनिति अन्तिमवर्णस्य स्थाने वृद्धिः भवति इदानीमेव दृष्टवन्तः अत्र अचोनिति इत्यनेन वृद्धिः भवति अनन्तरं पुनरपि एकः सूत्रमस्ति अतः उपादायाः एतदपि वृद्धिः भवति सूत्रं द्वयं भवति वृद्धिविषये अचोङ्निति अनन्तरम् अत उपादायः अत्र अलोन्तस्य इत्यनेन एव अन्तिमवर्णस्य एव अत्र वृद्धिः भवति अत उपादायाः शान्ता पठतु शान्ता न अत्र गोदमाल् अस्ति वा महोदय वदतु एकनिमिष अनिलमहोदय तत्र कः विषयः अहं न अवगतं महोदय अचोनिति अचोनिति अचोनिति अत उपधाय कः विषयः अत्र वृद्धिः भवति इति तत्र उक्तं प्रथमं कुत्र कित् नित् भवति चेत् अत्र गुणनिषेधः खलु कित् नित् अस्ति चेत् अत्र गुणनिषेधः अनन्तरम् अत्र गुणः भवति कुत्र भवति चेत् इगन्तधातुः सार्वधातुक आर्धधातुकयोः अनन्तरं लघु उपदा अस्ति चेत् इकवर्णस्य स्थाने पुगन्तलघुपदस्य च इत्यनेन गुणः भवति एकस्मिन् पक्षे गुणः भवति अन्यस्मिन् पक्षे वृद्धिः भवति कुत्र वृद्धिः भवति नित् नित् अजन्त ह्रस्व अकारः अत्र उपत इति भवति उपदा उपदा अस्ति चेत् अत्र दीर्घः भवति अचोनिति इति इदानीमेव दृष्टवन्तः अजन्त अङ्गस्य अन्तिमवर्णस्य स्थाने एव वृद्धिः भवति उदाहरणरूपेण स्वीकुर्मः उदाहरणं स्वीकुर्मः अस्तु अत्र अचोनिति अत्र इदानीं पश्यतु अत्र नी इति भवति इदानीं नुल् प्रत्यये योजनेन नुल् तृचौ इत्यनेन नुल् प्रत्ययः अत्र नी इति भवति खलु अत्र नै इति भवति किमर्थं नै भवति प्रथमम् अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन अङ्गस्य गुणः प्राप्तः परन्तु अपवादत्वेन बलत्वं कुत्र भवति चेत् अचोनिति इत्यनेन अत्र दीर्घ ईकारः भवति अचोनिति इत्यनेन ऐ भवति ईकारस्य स्थाने ऐ भवति एतत् एव वृद्धिः एतत् भवान् जानाति एव ईकारस्य स्थाने किं भवति ऐ भवति तादृशं भू इति भू इति अस्ति चेत् वयं जानीमः अत्र अचोनिति कार्यं करोति किं प्रभाद्य सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अङ्गस्य गुण आदेशः प्राप्तः परन्तु अत्र अपवादत्वेन अचोनिति इत्यनेन भौ भवति पूर्वं वयं दृष्टवन्तः भूस्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन भो भवति अतः तत्र ओकारस्य स्थाने एचो यवायावः इत्यनेन अवादेशः भवति भव भवति भवयोः गति योजनेन भवति इति भवति परन्तु अत्र अत्र वयं भावः इति स्वीकुर्मः चेत् अत्र भूस्थाने भौ एव आगन्तव्यम् अत्र अचोनिति इत्यनेन दीर्घ ऊकारस्य स्थाने अवादेशः भवति औकारः भवति अतः बौ भवति इदानीं बौ औकारस्य स्थाने अवादेशः भवति एचो यवायावः इत्यनेन बौ भवति भावः अत्र तद्दिदान्ते एतदेव भावः किम् अत्र अत्र कर्मणि भावे एतत् सर्वम् अस्ति खलु किं भावः अत्र अस्ति इति भावः इति स्वीकुर्मः चेत् अत्र अचोनिति इदानीम् अवगतं वा किञ्चित् प्रश्नः अस्ति वा समीचीनं अस्तु इदानीं भवान् पठतु अत उपादायाः गोदमाल् पठतु अत उपादायाः उपादायम् अतः वृद्धिः नीति प्रत्यये परे अतः षष्ठयन्तम् उपादायाः षष्ठयन्तम् द्विपदि निदम् सूत्रम् मृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचो निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्ति सहितसूत्रम् अङ्गस्य उपादायाः अतः वृद्धिः निञ्चि अत्र अत उपादायाः इति सूत्रं स्वीकुर्मः चेत् वृद्धिः भवति इदानीं वयं दृष्टवन्तः अचोनिति इत्यनेन इदानीम् अग्रिमसूत्रमस्ति अत उपादायाः इति सूत्रम् अत्र पट् अस्ति चेत् गञ् भवति रामधातोः एव गञ् भवति अतः रामः इति भवति पट् इति अस्ति चेत् गञ् अस्ति अतः पाठ किमर्थं भवति चेत् अत उपादायः इति नित् प्रत्यये गञ् इति अस्ति खलु अत्र ञकारः नित् अस्ति अतः तत्र उपदा अकारस्य वृद्धिः आकारः भवति अत्र इदानीमेव दृष्टवन्तः अत्र अत उपादायाम् इति वृद्धिः निति प्रत्यये परे अस्ति चेत् एव निति प्रत्यये परे अस्ति चेत् अत्र वृद्धिः कुत्र भवति चेत् इदानीं गञ् अस्ति चेत् अत्र ण्यकारः अस्ति अतः ण्यकारः अस्ति चेत् अत उपादायः इति कार्यं करोति अतः पट् धातुः दीर्घः भवति पाठः इति भवति निति प्रत्यये परे उपदा अकारस्य वृद्धिः आकारः तादृशमेव पाठकः गायकः नायकः अत्र अर्धि वृद्धिः अत उपादायः इत्यनेन भवति निति प्रत्ययं परे अस्ति चेत् अत्र इतोपि मृजेर्वृद्धिः इति भवति अत्र मृजेर्वृद्धिः पश्यतु मृजधातोः अङ्गस्य इक् वर्णस्य वृद्धिः भवति इदानीम् अत्र मृज् इति धातुः अस्ति चेत् अत्र पुगन्तलघुपदस्य च इत्यनेन मार्ज् इति भवति. ऋकारस्य स्थाने अर् आदेशः, अनन्तरं मर्ज् इति भवति, अनन्तरं मृजेर्वृद्धिः इत्यनेन अङ्गस्य वृद्धिः भवति. अतः मृ ऋकारस्य स्थाने आर् आदेशः भवति, अतः मृजेर्वृद्धिः इत्यनेन मार्ज् भवति, मार्जति, मार्ष्टि, अनन्तरम् एव माष्टि इत्यनेन एरेस् खलु, अत्र नष्टं भवति. माष्टि अत्र किं भवति, कृष्णफलकं माष्टुं शक्यते वा? कृष्णफलकम् इत्युक्ते बोर्ड्, माष्टुम् इत्युक्ते अत्र दूरीकरणार्थं, यथा लिखितं यथा दूरीकरणार्थम्. अस्तु, इतः पर्यन्तं किमपि क्लेशः अस्ति वा, सन्देहः अस्ति वा, पृच्छतु. मार्जे वृद्धिः एकवारमपि वदतु. मृजेर्वृद्धिः, मृजेर् यत्र मृज् इति धातुः अस्ति चेत् अत्र एतत् एतत् विषये एव कार्यं करोति. मृजेर्वृद्धिः, अत्र मृज् इति धातुः अस्ति, अत्र मार्ज् इति किमर्थं भवति चेत् अत्र अत्र ऋकारस्य स्थाने मृज् इति अस्ति, ऋकारस्य स्थाने गुणः भवति, आर् इति भवति. वयं दृष्टवन्तः वृद्धिसन्धिः पुस्तकमस्ति चेत् अत्र स्वीकरोतु, अत्र एकस् इतोपि अन्य उदाहरणानि अपि सन्ति. अत्र ऋकारस्य स्थाने आर् भवति, अतः मार्ज् इति भवति. एतत् एव, एतत् पुगन्तलघुपदस्य च पुगन्त ऋकारः अस्ति, अपवादत्वेन बलवत् कुत्र भवति चेत् मृजेर्वृद्धिः इति तत्र बलवत् भवति. समीचीनम्. इतोपि प्रश्नः अस्ति वा? अस्तु, शान्ता अन्तिमश्लोकं वदतु. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः. अस्तु, सर्वेभ्यः नमस्कारः. धन्यवादः. धन्यवादः. हा.